पातिर्डति पातिर्डति पातिहे डतिः पातिहे डतिः पातिहे डतिः सेके हे ऋतिन् सेके हे ऋतिन् सेके हे ऋतिन् सेकेर् ऋतिन् सेकेर् ऋतिन् सेकेर् ऋतिन् सेकेर् ऋतिन् सेकेर् ऋतिन् सेकेर् ऋतिन् सेकेर् ऋतिन् अमे रतिः अमे हे अतिः अमे हे अतिः अमे हे अतिः अमे हे अतिः अमे रतिः अमे रतिः वहि वस्यर्तिभ्यश्चित् वहि वस्यर्तिभ्यश्चित् वहि वस्यर्तिभ्यश्चित् वहि वस्यर्तिभ्यश्चित् वहि वस्यर्तिभ्यश्चित् वहि वस्यर्तभ्यः चित् वहि वस्यर्तिभ्यः चित् वहि वस्यर्तिभ्यः चित् वहि वस्यर्तिभ्यः चित् वहि वस्यर्तिभ्यश्चित् वहि वस्यर्तिभ्यश्चित् अञ्चे हे को वा अञ्चे हे को वा अञ्चे हे को वा अञ्चे हे कः वा अञ्चे हे कः वा अञ्चे हे को वा अञ्चे हे को वा हन्ते हे अं हा च हन्ते हे अं हा च हन्ते हे अं हा च हन्ते हे अं हा च हन्ते हे अं हा च हन्ते हे अं हा च हन्तेरहं च हन्तेरहं च हन्तेरहं च हन्तेरहं च रमेर्नित् रमे हे नित् रमे हे नित् रमे हे नित् रमेर्नित् रमेर्नित् सोङ्गः कृहि सोङ्गः कृहि सोङ्गः कृहि सोङ्गः कृहि अधि सेदि भू सुभिभ्यः कृन् अधि सेदि भू सुभिभ्यः कृन् अधि सेदि भू सुभिभ्यः कृन् अधि सेदि भू सुभिभ्यः कृन् अधि सेदि भू सुभिभ्यः कृन् अधि सेदि भू सुभिभ्यः कृन् अधि सेदि भू सुभिभ्यः कृन् अधि सेदि भू सुभिभ्यः कृन् अधि सेदि भू सुभिभ्यः कृन् वङ्क्रियादयश्च वङ्क्रियादयश्च वङ्क्रियादयश्च वङ्क्रियादयः च वङ्क्रियादयः च वङ्क्रियादयः च वङ्क्रियादयः च वङ्क्रियादयश्च वङ्क्रियादयश्च वङ्क्रियादयश्च वङ्क्रियादयः च वङ्क्रियादयः च वङ्क्रियादयश्च रासदिभ्यां त्रिप् रासदिभ्यां त्रिप् रासदिभ्यां त्रिप् रासदिभ्यां त्रिप् रासदिभ्यां त्रिप् रासदिभ्यां त्रिप् रासदिभ्यां त्रिप् अदेश त्रिनिश्च अदेश त्रिनिश्च अदेश त्रिनिश्च अदेश त्रिनिश्च अदेहे त्रिणिः च अदेहे त्रिणिः च अदेहे त्रिणिः च पते रत्रिन् पते रत्रिन् पते रत्रिन् पते हे अत्रिन् पते हे अत्रिन् पते हे अत्रिन् पते हे अत्रिन् पते रत्रिन् पते रत्रिन् पते रत्रिन् मृकणिभ्यां मिचः मृकणिभ्यां मिचः मृकणिभ्यां यचः इचिः मृकणिभ्यां इचिः मृकणिभ्यां इचिः मृकणिभ्यां इचिः मृकणिभ्यां इचिः मृकणिभ्यां इचिः मृकणिभ्यामिचिः स्वयतोश्चित् स्वयतोश्चित् स्वयतोश्चित् स्वयतेः चित् स्वयतेः चित् स्वयतेश्चित् स्वयतेश्चित् स्वयतेश्चित् स्वयतेः चित् स्वयतेः चित् स्वयतेः चित् स्वयतेः चित् स्वयतेश्चित् वेङ्गो किश्च वेङ्गो ङिश्च वेङ्गो वेयो ङिश्च वेयो ङिश्च वेयः ङित् च वेयः ङित् च वेयः ङित् च वेयः ङित् च वेयो ङिश्च वेयो ङिश्च वेयो ङिश्च वेयः गिच्च वेयः गिच्च वेयः गित् च रु हनिभ्यामोषन् रु हनिभ्यामोषन् रु हनिभ्यामोषन् रु हनिभ्यामोषन् रु हनिभ्यामोषन् रु हनिभ्याम् ओषन् रु हनिभ्याम् ओषन् रु हनिभ्याम् ओषन् रु हनिभ्याम् ओषन् रु हनिभ्याम् ओषन् पुरः क्वशन् पुरः क्वशन् पुरः क्वशन् पुरः क्वशन् पुरः क्वशन् पुरः क्वशन् पुरः क्वशन् प्रु नहि कलिभ्य वशच् प्रु नहि कलिभ्य वशच् प्रु नहि कलिभ्य वशच् प्रु नहि कलिभ्य वशच् प्रु नहि कलिभ्य वशच् पीये रोशन् पीये हे वोशन् पीये हे वोशन् पीये हे वोशन् पीये रोशन् पीये रोशन् मस्जेर् नुं च मस्जे हे नुं च मस्जे हे नुं च मस्जेर् नुं च मस्जेर् नुं च मस्जेर् नुं च मस्जेर् नुं च मस्जे हे नुं च कण्टिन्यू